नमोन्नः। तर्हि एतावता भवन्तः बहु किमपि अधीतवन्तः, अद्य तस्य किञ्चित् पुनस्मरणं वयं कुर्मः। भवतः नाम किं? मम नाम दिलीपः। भवतः नाम किं? मम नाम शिवाङ्गो। पृच्छतु। भवतः नाम किं? मम नाम सुब्रह्मण्य। भवतः नाम किं? मम नाम अभिनवः। भवतः नाम किं? मम नाम विश्वनाथस्य। भवत्याः नाम किम्? मम नाम लक्ष्मीः। लक्ष्मीः। भवत्याः नाम किम्? ओ, मम नाम सन्ध्या। सन्ध्या, अस्तु, समीचीनम्। ह्यः भवान् किं कृतवान्? ह्यः भवान् किं कृतवान्? ह्यः अहं क्रीडितवान्। क्रीडितवान्? कुत्र? एपिलि सेण्टर् प्रदेशे बेड्मिण्टन् क्रीडितवान्। ओ, सम्यक् आसीत् वा? सम्यक् आसीत्। ओ, अस्तु। कति जनाः आसन्? द्वे जनाः आसन्। द्वौ जनौ। अस्तु, समीचीनं। तत् वयं जनद्वयम् आसीत्। जनद्वयमासीत्। अस्तु, भवान् ह्यः किं कृतवान्? ह्यः अहं पठितवान्। किं पठितवान्? अहं संस्कृतभाषा पठितवान्। संस्कृतभाषां? संस्कृतभाषां पठितवान्। ओ, समीचीनं। भवान् किं कृतवान्? अहं कार्यालयं गतवान्। कार्यालयं गतवान्? हा, किं तत्र गत्वा किं कृतवान्? किं कृतवान् भवान्? ओ, अस्तु, कार्यं करोतु। अहं कार्यं कृतवान्। भवान् ह्यः किं कृतवान्? अहं पुस्तकं पठितवान्। भवती किं कृतवती? संस्कृतं पठितवती। एवं, सत्यं? सत्यम्। अस्तु, समीचीनं। भवान् किं कृतवान्? अहं कार्यालयं गतवान्। तत्र गत्वा किं कृतवान्? कार्यं कृतवान्। भवती किं कृतवती? अहं कार्यालयं गतवती, अनन्तरं मित्रस्य गृहं गतवती। ओ, तत्र गत्वा किं कृतवती? कुतः? मित्रगृहं। मित्रस्य गृहं किं गत्वा किं कृतवती? ओ, वयं बहु भोजनं खादितवन्तः। अस्तु, समीचीनं। समीचीनम्, अति उत्तमम्। तर्हि अत्र भूतकालस्य रूपं वयं जानीमः। अनन्तरं श्वः भवान् किं करिष्यति? श्वः अहं डिसि नगरे गमिष्यामि। डिसि नगरं गमिष्यामि। तत्र गत्वा किं करिष्यति? तत्र गत्वा चलनचित्रं दृष्टवान्। चलनचित्रं पश्यामि। किन्तु भविष्यत्काले? भविष्यत्काले किं भवति? कोऽपि? द्रक्ष्यामि। समीचीनं, द्रक्ष्यामि। अस्तु, भवान् किं करिष्यति? गृहकार्यं करिष्यामि। भवान् किं करिष्यति? करिष्यति, अस्तु, भवान् किं करिष्यति? अहं शोधशालां गमिष्यामि। अस्तु भवती किं करिष्यति सायंकाले फिल्म पश्यामि किं किं पश्यति फिल्म चलचित्रं चलचित्रं चलचित्रं पश्यामि हा किन्तु कदा श्वः वा अद्य सायंकाले तर्हि तत्र भविष्यत्कालस्य आवश्यकता अस्ति भविष्यत्काले वदतु यथा द्रक्ष्यामि इति पश्यामि इति वर्तमानकालः न न भविष्यत्कालः भूतकालः वर्तमानकालः भविष्यत्कालः भूतकालः वर्तमानकालः भविष्यत्कालः अद्य सायङ्काले तदपि भविष्यत्कालः अद्य सायङ्कालः यत्किमपि एतावता न सञ्जातम् अग्रे गत्वा भविष्यति तत्र भविष्यत्कालः इति वदामः तर्हि सायङ्काले अहं करिष्यामि अहं खादिष्यामि अहं लेखिष्यामि अहं द्रक्ष्यामि द्रक्ष्यामि भवती किं करिष्यति श्वः अहं विशेषपाकं कृत्वा मम पुत्र्याम् आनयिष्यामि पुत्रीं पुत्रीम् आनयिष्यामि किम् नूतनसंवत्सर आगमनार्थम् अहं विशेषपाकं करिष्यामि विशेषपाकं कृत्वा मम पुत्रीं प्रेषयामि प्रेषयिष्यामि समीचीनं भवान् किं करिष्यति अस्तु समीचीनं गृहकार्यं करिष्यामि समीचीनमस्ति अस्तु तर्हि अहं वर्तमानकालस्य रूपं वदामि भवन्तः भविष्यत्कालस्य रूपं वदन्तु खादति खादिष्यति इति अस्ति खादति करोति चिन्तयति चिन्तयिष्यति लिखति लेखिष्यति पतति पठति गच्छति शृणोति श्रोष्यति समीचीनम् अस्तु अत्र केचन विशेषरूपाणि लिखितानि सन्ति चतुर्दशे पुटे करपत्रमस्ति वा यत्र रूपाणि सन्ति सर्वाणि रूपाणि सन्ति पिबति किं भवति पिबति ददाति जानाति ज्ञास्यति एकचत्वारिंशत्तमे पुटे सामान्यतया इष्य लिखति लिखिष्यति इष्य इति अस्ति नाम मूर्धन्यषकारः लिखति लिखिष्यति तर्हि लिखति लिखिष्यति सामान्यरूपेण मूर्धन्यषकारः भवति मूर्धन्यषकारः किन्तु कुत्रचित् दन्तीसकारः भवति अत्र अपवादभूतरूपाणि सन्ति पिबति पुस्तकमस्ति वा भगिन्याः पार्श्वे पुस्तकमस्ति रूपाणि सन्ति अस्तु अस्तु पिबति ददाति जानाति शृणोति लिखति लिखिष्यति अत्र शकारः अस्ति किन्तु किञ्चित् परिवर्तनम् अस्ति ले ले भवति खलु मिलति मेलिष्यति पृच्छति प्रक्षिप्यति त्यजति त्यक्ष्यति शक्नोति शक्ष्यति उपविशति उपविशति उत्तिष्ठति उत्थापयिष्यति गृह्णाति गृह्णिष्यति अस्तु एषां रूपाणां प्रयोगं कृत्वा वाक्यानि रचयन्तु हा तर्हि वाक्यं वाक्यं प्रत्येकं वदतु पिबति पास्यति इति वाक्यं पास्यति दास्यति न्यास्यति श्रोष्यति सन्ध्या भगिनी श्रोष्यति इति वाक्यम् अनन्तरं प्रक्ष्यति त्यक्ष्यति शक्ष्यति वाक्यं वदतु सायंकाले अहं जलं पास्यति अहं जलं पास्यामि पास्यामि अग्रे हा अस्तु अस्तु अहं विशेषरूपाणि अहं विशेषरूपाणि ज्ञास्यति ज्ञास्यामि ज्ञास्यामि बालकः ज्ञास्यति अहं ज्ञास्यामि श्वः अहं प्रश्नं प्रक्ष्यामि समीचीनं समीचीनमस्ति सन्ध्या भगिनि my verb was karoti, right? No, shroshyati, shrunoti. Oh, shrunoti. Okay, so shwaha aham mama mata shrunomi, shreshayami. Shroshyami. श्रोष्यति श्रोष्यामि बालकः श्रोष्यति अहं श्रोष्यामि कथा कथा इति वदतु कथा श्वः अहं कथा श्वः अहं कथा कथा when न न न न कथा इत्युक्ते स्टोरि स्टोरि स्टोरि कथा ओ कथा कथा कथा कथा कथा इत्युक्ते स्टोरि स्टोरि कहानी श्वः अहं श्वः अहं Tomorrow I will listen to a story. Oh, you want me to tell a story? No, I want you to say tomorrow I will listen to a story in Sanskrit. Oh, sorry. Okay. Shwaha aham samskrite. Sanskritena. Samskritena kata shroshayami. श्रोष्यामि किन्तु यत् वयं शृणुमः तत्र द्वितीया विभक्तिः भवति द्वितीया विभक्तिः अहं कथा अस्ति किन्तु अहं कथां शृणोमि श्रोष्यामि कथां अस्ति वा घटी अस्ति अहं घटीं स्वीकरोमि अहं घटीं स्थापयामि कथा अस्ति अहं कथां लिखामि अहं कथां शृणोमि मकारः भवति द्वितीयविभक्तिः यत्र कर्मपदमस्ति कर्मपदम् अवगच्छति वा न अवगच्छति न कर्मपदं नाटकं मा करोतु कर्णपदं यत्र कर्णपदमस्ति तत्र मकारः भवति मकारः कथा किन्तु अहं कथां वदामि कथां शृणोमि स्वागतम् So makarah katha asti kintu aham katham likhami. Oh, direct object. Ha. Tatha. Asti vakyam. अहम श्लोकं लिखिष्यामि लिखिष्यामि लिखिष्यामि हां वदतु भगिनि अहम आगामी वर्षे संस्कृतं अवगन्तुं शक्ष्यामि समीचीनं समीचीनं हां समीचीनम् अस्ति अहं मम पुस्तकं निद्रे दास्यामि पुनः श्व अहं मम पुस्तकं निद्रे दास्यामि किन्तु तत्र चतुर्थीविभक्ति वयं कृतवन्तः वा किमर्थं न यत्र ददामि तत्र मित्रे इति न भवति मित्राय वयं तु प्रायः न कृतवन्तः तावता अहं श्वः मित्राय दास्यामि अस्तु सः किमपि जानाति वा अथवा किमपि न जानाति अस्तु स्वागतं भवतः नाम किं मम नाम स्वरूपः जिनु भवति श्वः किं करिष्यति अहं श्वः मधुलिकायां पार्क् गच्छामि मधुलिकाया सह उद्यानं गच्छामि श्वः गमिष्यामि अद्य गच्छामि इदानीं गच्छामि श्वः गमिष्यामि ह्यः अद्य श्वः ह्यः गतवती अहं मधुलिकया सह गमिष्यामि एकवचने अहं गमिष्यामि गतवन्तः गतवत्यः स्त्री गतवत्यः अस्तु किं तर्हि भविष्यत्कालः भूतकालः किञ्चित् अभ्यासं वयं कृतवन्तः इदानीं यदि तर्हि स्मरणमस्ति वा यदि भवान् मम गृहम् आगमिष्यति श्वः यदि भवान् मम गृहम् आगच्छति श्वः तर्हि अहं पाकं करिष्यामि भोजनं करिष्यामि भवतः कृते यदि तर्हि वाक्यं वदन्तु तुदीपमहोदय वाक्यं सर्वे मनसि अत्र लेखनस्य आवश्यकता नास्ति अत्र मनः सक्रिय भवतु इदानीमेव यथा अहम् उक्तवान् यदि वातावरणं सम्यक् अस्ति बहिः तर्हि अहं बहिः गमिष्यामि यदि समयः अस्ति तर्हि अहं गृहपाठं करिष्यामि यदि तर्हि वाक्यं सर्वे वदन्तु यदि तर्हि यदि छात्राः संस्कृतं पठन्ति तर्हि ते संस्कृतं वाट् इस् द प्लूरल् आफ् जानामि जानन्ति समीचीनमस्ति अस्तु अग्रे वाक्यं यदि तर्हि यदि अहं मन्दिरं शिवाविष्णुमन्दिरं गच्छामि तर्हि तत्र bhojanam khadami. Khadishyami. Yad khadami. Samichanam. Vakyam atyutamam. Atyutamam vakyam. Agree. Yadi apane. Yadi apane. Satikayah mulyam nyunamasti. Aham satikam. समीचीनम् अस्ति यदि शिक्षक गृहकार्ये दास्यति तर्हि अहं गृहकार्यं करिष्यामि समीचीनम् अन्तिमम् संध्या भगिनी वाक्यं यदि तर्हि So, yadi vapas mama samsarasya griham gacchami. Is that how you say family's house? Samsarasya griham. Samsara, na, kutumba griham, atwa pariwara griham. Oh, pariwara. Yadi vapas mama... Yadi? Yadi kim? Yadi? Yadi vapas? Vapas. Vapas urdu ho gaya. Yadi mama... परिवारस्य गृहं गच्छामि तर्हि शालायाः मित्राणि मिलामि मित्रेण सह मित्रैः सह बहुवचने मित्रैः सह मेलिष्यामि समीचीनम् अग्रे प्रत्यागतवान् अग्रे यदि अन्नम् अस्ति तर्हि अहं पाकं करिष्यामि अग्रे यदि अहं न संस्कृतकक्षाम् आगच्छामि तर्हि अहं संस्कृत ज्ञानं न प्राप्नोमि समीचीनं सामान्यतया न क्रियपदात् प्राक् आगच्छति पुनः वदति यदि अहं संस्कृतकक्षां न आगच्छामि तर्हि अहं संस्कृतज्ञानं न प्राप्नोमि समीचीनमस्ति वदति वा न अस्तु अस्तु सर्वे उक्तवान् भवान् उक्तवान् वा वदतु यदि आत्मविश्वासम् अस्ति तर्हि यदि आत्मविश्वासः अस्ति तर्हि सर्वं कार्यं सुलभमस्ति कार्यं सुलभमस्ति समीचीनं सर्वे उक्तवन्तः यदि अद्य वर्षं भवति यदि अद्य वर्षं भवति वर्षे भवति वर्षं भवति तर्हि कार्यानं मन्दं चलति चालयामि चलन्ति कार्यानानि मन्दं चलन्ति मन्दं चलन्ति समीचीनमस्ति यदि वयं अन्यत् वाक्यम् इतोपि सर्वे शीघ्रं यदि वयं देवाः आह्वयामः वयम् आह्वयति आह्वयामः आह्वयामः आह्वयामः यदि वयं देवं देवान् यदि वयं देवान् आह्वयामः आह्वयामः आह्वयामः यदि वयं देवान् आह्वयामः आह्वयामः तर्हि देवान् देवाः आगच्छन्ति समीचीनमस्ति अस्तु अग्रे अग्रे यदि परीक्षा अस्ति तर्हि एव अहं पठिष्यामि समीचीनं वाक्यं समीचीनम् अग्रे यदि श्वः अतिहिमपातः भवति तर्हि अहं विद्यालयं न गमिष्यामि समीचीनम् अग्रे यदि वृष्टि अस्ति वृष्टि ही वृष्टि वृष्टि ही अस्ति तरहि क्रॉप्स हाउ डू यू नो क्रॉप्स उत्पादनम् उत्पादनम् उत्पादनम् उत्पादनम् वृद्धिं भवति उत्पादनस्य उत्पादनस्य वृद्धि हाँ वृद्धि ही वृद्धि ही अस भवति समीचीन हाँ संध्या भगिनी द्वितीय वाक्यम सिद्धतां करोति द्वितीय वाक्यम सर्वे यदि बुभुक्षा अस्ति तर्हि पाकं करोमि समीचीनं समीचीनं यदि विद्यालयं गच्छति गच्छामि गच्छामि तर्हि डिग्री हाँ हाँ गमिष्य गेट इट प्राप्नोमि प्राप्नोमि हाँ समीचीनं यदि भवान् न पठति तर्हि परीक्षां न उत्तीर्णम् यदि भवान् न पठति तर्हि परीक्षायाम् उत्तीर्णः न भवति मधुलिका भगिनी यदि कार्यं भवति तर्हि धनं प्राप्नोमि हा समीचीनमस्ति यदि यदि सुशीं भवति तर्हि यदि किं भवति कृषिः कृषिः भवति तर्हि फलं प्राप्नोति कृषि मीन्स् एग्रिकल्चर् रैट् संस्कृत कृषि मीन्स् एग्रिकल्चर् रैट् कृषिः तर्हि फलं प्राप्नोति फलं प्राप्नोति अस्तु एव इत्यस्य प्रयोगं वयं जानीमः खलु एव एव इत्यस्य किञ्चित् संस्कृतकक्षां कार्यानमेव आगच्छामि पुनः अहं संस्कृतकक्षां संस्कृतं ज्ञानं प्राप्नो इति अहं संस्कृतकक्षां कार्यानम् एव आगच्छामि कार्यानेन एव आगच्छामि कार्यानेन एव नाम पाद्भ्यां पदाभ्याम् अथवा विमानेन न कार्यानेन एव अस्तु समीचीनम् अनन्तरम् एव उदाहरणम् अहं संस्कृतभाषया एव वदामि अहं शाकाहारमेव खादामि अहं परिश्रमम् एव करोमि अहं रात्रिवेलायाम् एव निद्रां करोमि दिने न कदापि निद्रां करोमि एव वाक्यम् अहं सायङ्कालमेव क्रीडामि अनन्तरम् अहं सायङ्कालमेव दूरदर्शनं पश्यामि अस्तु एवम् अस्तु समीचीनमस्ति अहं सायङ्काले एवं दूरदर्शनं पश्यामि अस्तु अनन्तरं सन्ध्या भगिनी एव यदि भारतदेशं गच्छामि तर्हि कन्नड एव वदामि यदि भारतदेशं गच्छामि तर्हि कन्नड एव वदामि समीचीनं कन्नडभाषया एव तत् तृतीया विभक्ति भवति कन्नडभाषया एव वदामि अस्तु अग्रे अहं जलमेव पिबामि हा अस्तु अहं प्रातःकाले एव योगाभ्यासं करोमि अस्तु अहं रात्रिसमये दुग्धम् एव पिबामि अस्तु तदपि समीचीनमस्ति अतः किञ्चित् पृथक् अस्ति तदपि समीचीनमस्ति अस्तु अपि अहं अहम् अद्य संस्कृतमपि जानामि. हा अस्तु. हा अस्मिन् प्रकोष्ठे पुरुषाः सन्ति, महिलाः अपि सन्ति. अहं अपि प्रकोष्ठे अस्मि. वदतु. वदतु. अहं प्रकोष्ठे सर्व अन्य छात्र सह छात्रैः सह स्थितः अस्मि. उपस्थितः अस्मि. अहम् अहम् अस्तु. समीचीनम्. अन्यत् उदाहरणं. मधुलिका मराठी अपि मराठी भाषा अपि जानाति. हा समीचीनम्. अत्युत्तमं. प्रभावशाली भाषा. आङ्ग्लभाषा अपि जानाति खलु? किञ्चित् किञ्चित् किञ्चित् हा. भाषात्रयं जानाति खलु? हिन्दी अपि जानाति. हिन्दी अपि जानाति. ओ नाम तस्याः मनसि मिश्रणं न भवति वा? भ्रमः न भवति वा? किं भवति अस्मिन् समये बहुवारम् अहं पश्यामि यत् भाषायाः मिश्रणं भवति. का भाषा कुत्र भवति, कः शब्दः कस्यां भाषायाम् अस्ति इति बहुवारं नाम स्पष्टता न भवति. अनन्तरं भवति. अनन्तरम् आरम्भे तु एतादृश भ्रमः तु भवति एव. भ्रमः भवति न वा? कदाचित् एकस्मिन् वाक्ये भिन्नभिन्नभाषायाः शब्दाः आगच्छति खलु? एवं न. अहं पृच्छन् अस्मि. अहं पृच्छामि यत् एकस्मिन् वाक्ये एकं वाक्यम् एकः शब्दः आङ्ग्लभाषायाः, एकः हिन्दीभाषायाः, मराठीभाषा न भवति वा? भगिनि वाक्यम् अपि अपि अवगच्छति वा? अवगच्छामि, परन्तु वाक्यं नास्ति. अस्तु अस्तु, भविष्यति. वाक्यमपि सर्वे. अहं देवालयं गच्छामि. मित्रः मम मित्रः अपि मित्रं मम मित्रमपि गच्छति. हा समीचीनं. समीचीनमस्ति. अहमपि मराठीभाषां जानामि. हा समीचीनमस्ति. अस्तु इति इति मम मित्रम् अद्य स्वस्य गृहं गच्छति इति उक्तवान्. इति उक्तवान्. यत्र अन्य कोऽपि किमपि वदति तत्र इति इति मम देशः नाम भारत इति. तत्तु देशस्य विभजनं न भविष्यति एव इति राष्ट्रपतिः उक्तवान्. इति समीचीनम्. अनन्तरम् इति वयं वर्गखण्ड न भविष्यामि इति शिक्षक शिक्षकः उक्तवान् यत् वर्गखण्डः न भविष्यति. हा इति शिक्षकः उक्तवान्. अस्तु समीचीनम्. अनन्तरं अस्तु अग्रे. मलेशिया विमानं हिन्दुमहासमुद्रे पतति इति दूरदर्शनं पश्यामि. इति दूरदर्शने पश्यामि. हा अस्तु समीचीनमस्ति. अग्रे इति अस्तु महोदयः इति संस्कृतभाषां वदतु. अहं भारतदेशं गच्छामि. तत् न भवति, पुनः वदतु. स्वरूप महोदयः इति संस्कृतभाषायां वदतु. न, संस्कृतभाषायां वदतु इति इति स्वरूप महोदयः वदति. अहं भारतदेशं गच्छामि इति स्वरूप महोदयः उक्तवान्. समीचीनम्. अस्तु, तः पर्यन्तम् अहं षड्वादनतः सप्तवादनपर्यन्तं खादामि. अहम् अष्टवादनतः नववादनपर्यन्तं मार्गे भवामि. अष्टवादनतः न दशवादनतः त्रिवादनपर्यन्तं कार्यं करोमि. कदातः कदा पर्यन्तं किं किं कुर्वन्ति? अहं दशवादनतः षट्वादनपर्यन्तं निद्रां करोमि. अनन्तरं सोमवासरतः शुक्रवासरपर्यन्तं कार्यालयं गच्छामि. अस्तु, अनन्तरं शिक्षकः दशवादनतः एकादशवादनपर्यन्तं पाठं पाठयिष्यति. समीचीनं. यदि वयं यज्ञम् आह्वानं तत् पर्यन्तं देवाः आगच्छन्ति. तत्तु भिन्नमस्ति, तत्तु भिन्नमस्ति. तः पर्यन्तमिति तः पर्यन्तम् यावत् तावत् तत्तु भिन्नमस्ति. तः पर्यन्तं नाम कदातः कदा पर्यन्तं? षड्वादनतः अष्टवादनपर्यन्तं, सोमवासरतः बुधवासरपर्यन्तम्. एकं कार्यं यत्किमपि कार्यं भवति. भवतः इष्टार्थः पृथक् अस्ति. पुनः वदतु. वयं यदि वयं देवान् तत्तु यदि यदि अत्र न भविष्यति. यदि यदि आह्वयामः तत्पर्यन्तं देवान् किन्तु तत् भिन्नमस्ति. तत्पर्यन्तं न त्यजतु, इदानीं त्यजतु. अन्यार्थः अस्ति. अहं मम मित्रं प्रति शनिवासरः द्विवादनतः सार्ध चतुर्वादनपर्यन्तं संस्कृतपाठम् अपि योग अभ्यासम् अस्ति. समीचीनमस्ति. कदातः कदा पर्यन्तं? द्विवादनतः सार्ध चतुर्वादनपर्यन्तम्. अस्तु अस्तु, समीचीनं. सन्ध्या भगिनी. ह्यः नववादनतः अष्टवादनपर्यन्तं बहिः भवति. नववादनतः अष्टवादनपर्यन्तम्. अस्तु, नववादनतः अष्टवादनपर्यन्तं बहिः बहिः भवति. कः? कार्यालयं च अनन्तरम् आपणः कः भवति ओ कः तर्हि भवामि भवामि परन्तु ह्यः आसम् ओ ओ ओके बहिः आसम् ओके पुनः वदतु ह्यः नववादनतः अष्टवादनपर्यन्तं बहिः आसम् आसम् वाक्यं समीचीनम् अग्रे अहं शनिवासरे चतुर्वादनतः पञ्चवादनपर्यन्तं योगाभ्यासं करोमि समीचीनम् अनन्तरम् अहं प्रातःकाले षट्वादनतः सप्तवादनपर्यन्तं योगाभ्यासं करोमि समीचीनं समीचीनमस्ति भवान् वदति प्रतिदिनं नववादनतः षड्वादनपर्यन्तं कार्यालयं गच्छामि समीचीनं बहु समीचीनमस्ति अस्तु सर्वे उक्तवन्तः भवान् उक्तवन्तः अस्तु यदा तदा पश्यामः यदा तदा 17.1 यदा तदा अस्तु प्रथमवाक्यं पठतु किं लिखितमस्ति यदा तदा यदा अहं तत्र गतवान् तदा सः पठति स्म द्वितीयं यदा भवान् बेङ्गलूरु आगमिष्यति तदा मम गृहे एव वासं करोति अहं सज्जः सज्जः भवामि यदा भवान् आगच्छति तदा गच्छामः अस्तु यदा वयं कश्मीरं गतवन्तः तदा तत्र बहु शैत्यम् आसीत् अग्रे यदा अहं भवतः गृहम् आगतवान् तदा भवान् कुत्र गतवान् आसीत् समीचीनम् यदा अहं विद्यार्थिनी आसीन् आसम् तदा संस्कृतं पठितवती अस्तु यदा तदा वाक्यानि वदन्तु यदा अहं संस्कृतकक्षां न आगच्छामि तदा संस्कृतज्ञानं न प्राप्नोमि अग्रे यदा तदा यदा छात्रः अध्यपाठं न पठति तदा यदा छात्रः अध्यतन यदा छात्रः अध्यतनपाठं न पठति तदा अग्रिमपाठं न अवगच्छति समीचीनम् श्रुतवन्तः सर्वे यदा वयम् अत्र शहरे गच्छन्ति यदा वयम् अत्र अन्यत्र शहरे गच्छन्ति नगरं गच्छामः तदा संस्कृतं कस्य पठामः हौ वुड् वी लर्न् इफ् वी गो टु वन् कथं कस्य न कथं संस्कृतं कथं पठामः बट् हौ कथम् इत्युक्ते हौ कथं कथं पुनः वदतु यदा वयम् अन्यत्र नगरे अन्यनगरं गच्छामः तदा संस्कृतं कथं पठामः समीचीनं कथं पठामः यदा प्रातः अष्टवादनं भवति तदा अहं कार्यालयं गच्छामि अस्तु अग्रे यदा कालिदासं काव्यं लिखति यदा कालिदासः काव्यं लिखति तदा भानु काव्यं न लिखति. अस्तु अग्रे सन्ध्या भगिनी यदा अहं ग्रन्थालयं गतवती तदा बहु पुस्तकानि आनयामि. गतवती इति गतवती तु आनीतवती. ओ आनीतवती. पुनः वदतु. यदा अहं ग्रन्थालयं गतवती तदा बहु पुस्तकानि आनीयवती. आनीतवती. आनीतवती. समीचीनम् अग्रे. यदा प्रकोष्ठे आसन्दे न सन्ति तदा अहं भूमौ उपरि उपविशामि. भूमौ उपविशामि. भूमौ भूमेः उपरि भूमौ उपविशामि. अग्रे. यदा तदा सर्वे पञ्च पञ्च वाक्यानि दश दश वाक्यानि नाम एतादृशं नाम अभ्यासः भवति. एकं वाक्यं उक्तवान् बस् हो गया न तथा नास्ति. शीघ्रं यदा अहं गृहकार्य समाप्त कुर्वन्ति करोमि तदा अहं चलचित्रं द्रष्टयामि पश्यामि. समीचीनं. यदा अहं मम पुत्रीं भोजनार्थम् आह्वयामि तदा सा निद्रां करोति. यदा अहं भोजनार्थम् आह्वयामि तदा सा निद्रां करोति. अस्तु समीचीनं. किञ्चित् विचित्रमस्ति किन्तु समीचीनम्. यदा प्रकोष्ठे कृष्णफलकं न अस्ति तदा स्वरूप महोदय अथवा लिखितुं न शक्नोति. लिखितुं महोदय यत्किमपि. यदा मम मित्रं गायति तदा अहं न गायामि. अस्तु. यदा मम मित्र ऐ थिंक यदा तदा वी आर ही इज गेटिंग कन्फ्यूज्ड विद यदा तदा एंड यदा तथा. मित्रं यदा मम मित्रः मित्रः इत्युक्ते सूर्यः. मित्रः पुल्लिङ्गे सूर्यः नपुंसि सखा. यदा मम मित्रं सूचयति तदा अहं जानाति. तदा अहं जानामि. जानामि. अस्तु. यदा अहं गृहं गतवान् तदा द्वारः उद्घाटितः भवति स्म. द्वारम् उद्घाटितं भवति स्म. समीचीनम्. अस्तु अन्यत् अग्रे गच्छामि वा. संख्याविषये लिङ्गभेदः कुत्र भवति. पञ्चयानानि पञ्च तत्र लिङ्गभेदः अस्ति वा. कुत्र अस्ति लिङ्गभेदः. चत्वारि पर्यन्तम् अस्ति तदनन्तरं नास्ति एव. लिङ्गभेदः अस्ति. तर्हि अत्र कति आसन्दाः सन्ति. किन्तु पुल्लिङ्गे अत्र आसन्दः इति अस्य लिङ्गं किं. त्रयः तिस्रः तिस्त्रियामस्ति अस्तु अस्तु कति आसन्दः अत्र एकः आसन्दः अस्ति लेखनी एका लेखनी अस्ति सङ्गणकम् एकं सङ्गणकम् अस्ति एकः एका एकम् अनन्तरं त्रयः त्रयः आसन्दाः सन्ति तिस्रः लेखन्यः सन्ति त्रीणि सङ्गणकानि सन्ति त्रयः तिस्रः त्रीणि अनन्तरं चत्वारः आसन्दाः सन्ति चत्वारि सङ्गणकानि सन्ति चत्वारः चतस्रः चत्वारि अस्तु समीचीनमस्ति इदानीं द्वयं वयं वदामः द्विवचने यतोहि द्विवचनं वयं न जानीमः अतः द्वयम् आसन्दद्वयं लेखनी द्वयं सङ्गणकद्वयम् अस्ति तत्र एकवचने आसन्दद्वयम् अस्ति तत्र एकवचने भवति अफेरफ् इति अर्थः अस्ति अतः एकवचने एव अवगतम् सन्ध्या भगिनी समीचीनं वा अवगतम् अवगच्छामि अस्तु समीचीनं तर्हि पञ्च आसन्दाः सन्ति कति लेखन्याः सन्ति कति सङ्गणकानि सन्ति षड् तथा सप्त अष्ट नव दश तत्र लिङ्गभेदः अस्तु इदानीं अहं हस्तेन कार्यं करोमि अहं हस्तेन खादामि तत्र हस्तेन तत्र तृतीयविभक्तिः नाम यत्र यन्त्रमस्ति अत्र हस्तः नाम यन्त्रं हस्तेन तत्र तृतीयविभक्तिः भवति तर्हि अहं लोकयानेन कार्यालयं गच्छामि नाम माध्यमं यन्त्रमस्ति माध्यममस्ति साधनमस्ति तत्र तृतीयविभक्तिः भवति तृतीयविभक्तिः उदाहरणार्थं हस्तः हस्तेन लोकयानं अस्तु किञ्चित् अस्तु अत्र पश्यामः अत्र 19.1 पश्यामः भगिनी प्रथमं पठतु सः हस्तेन कार्यं करोति अनन्तरं सा सीवनयन्त्रेण वस्त्रं सीव्यति अस्तु अग्रिमं वाक्यं जनाः लोकयानेन प्रयाणं कुर्वन्ति एषः स्यूतेन वस्तूनि आनयति भारती द्विचक्रया विद्यालयं गच्छति द्विचक्रिकया हस्त्रियां द्विचक्रिकया एषा कुञ्चिकया तालं शौचिकः कर्तर्यां कर्तर्यां वस्त्रं कर्तर्या कर्तर्या वस्त्रं कर्तयति कर्तयति अग्रे आपणिकः दूरवाण्या सम्भाषणं करोति अस्तु सन्ध्या भगिनी अग्रे बालिका अङ्कन्या चित्रं लिखति अस्तु रूपव्यासं वयं कुर्मः अहं प्रथमाविभक्तिरूपं वदामि भवन्तः तृतीयविभक्तिरूपं वदन्तु लेखकः किं भवति लेखकेन छात्रः छात्रेण चमसः चमसेन पत्रिका पत्रिकया स्यूतः स्यूतेन पिडालः पिडालः पिडालेन सूर्यः सूर्येण सूर्येण कुक्कुरः सन्ध्या भगिनी सन्ध्या भगिनी पुनः कुक्कुरः कुक्कुरेण कुक्कुरेण अस्तु नदी नद्या अत्र छुरिका भगिनी छुरिका छुरिकायाः छुरिकया छुरिकया छुरिकया माला मालया जननी जनन्या गृहं गृहेण कङ्कतं कङ्कत्यां कङ्कतेन पत्रं पत्रं पत्रेण गोशाला गोशालेन गौशाल्या गौशालया गौशालया गोशालया गौशालया गोशाला गोशालया पिपीलिका पिपीलिकया दर्वी दर्व्या अहम् अवगन्तुं न शक्नोमि संस्कृतेन वदतु भोः इदानीम् अस्माकं कति मासाः जाताः आङ्ग्लमासः मास्तु पदं समाप्तेन स्त्रीलिङ्गशब्दः द्विप्रकारकः स्त्रीलिङ्गशब्दः द्विप्रकारकः आकारान्तशब्दः ईकारान्तशब्दः आकारान्तशब्दे अस्ति चेत् बालिका बालिकया ईकारान्तशब्दे अस्ति चेत् नदी नद्या नद्या अस्तु भगिनी भगिन्या सञ्चिका सञ्चिकया लतया हस्तिपकः लिङ्गं किं हस्तिपकः हस्तिपकेन हस्तिपकः यः हस्तिपकः नाम यः चालयति तस्य नाम किं हस्तः हस्तिपकः यः तस्य नाम किं पशुः बृहान् पशुः यस्य नासिका बहु वयम् अस्ति गजः यः चालयति उपरि उन्मिष्य हस्तिपकः द्विचक्रिका द्विचक्रिकया अस्तु चालनी अस्तु वस्त्रं वस्त्रेण अस्तु समीचीनं तर्हि इदानीं सः यत्र सः भवति तत्र सः यत्र सः भवति तत्रापि तृतीयविभक्तिः अस्ति पठतु अग्रे सः अग्रिमे पुटे पठतु सः पुत्रेण सह आपणं गच्छति अग्रे पठतु सः सा सा सख्या सय विद्यालयं गच्छति सख्या सह सख्या सह सख्या सह विद्यालयं गच्छति विद्यालयं गच्छति अस्तु रामः रावणेन सह युद्धं कृतवान् अग्रे अग्रे लक्ष्मणः रामेण सह वनं गतवान् गोपालः माधवेन अभ्यासं माधवेन सह अभ्यासं कृत्वा करोति अहं मित्रेण सह नाटकं पश्यामि एषा सीतया तिष्ठति सः सीतया तिष्ठति सीतया सह सीतया सह तिष्ठति तिष्ठति सुरेशः भगिन्याः सह पुनः पुनः सुरेशः भगिन्याः सह सम्भाषणं करोति माता पुत्र्या सह कार्यं करोति अध्यापकः छात्रैः सह अध्यापकः छात्रैः सह प्रवासार्थं गतवान् छात्रैः सह प्रवासार्थं गतवान् समीचीनम् अग्रे सन्ध्या भगिनी अन्तिमम् अध्यापकः छात्रेण सह प्रवासार्थं गतवान् छात्राः तत् बहुवचने अस्ति अतः छात्रैः अध्यापकः छात्रैः सह प्रवासार्थं गतवान् अनन्तरं लता सखीभिः सह बहुवचने अत्र बहुवचने अस्ति इन्द्र अश्विनीकुमारेण सह करोति समीचीनम् समीचीनमस्ति द्वयम् तिसृवाक्यम् आङ्ग्लं तृतीयवाक्यं संस्कृतवाक्येन आङ्ग्लवाक्येन भेदमस्ति करोति कृतवान् तत् दोषः अस्ति विच् इस् करेक्ट् न न And the other one is, in the last class we were taught that Saha should be used with humans only. Saha. Saha? With humans only. And one is going along with other human, only in that context. Not with objects or something like that. No. Yaha samanyatya aham vaktum saknomi yaha jivati. कुकुरेण सह गच्छामि पिडालेन सह गच्छामि यः जीवति यन्त्रमस्ति चेत् तथा प्रायः न स्यात् सः यः जीवति यः जीवः यः जीवः अस्ति उदाहरणं करोति सः दिनेशः मित्रैः प्रतिदिनम् अभ्यासम् दिनेशः प्रतिदिनं मित्रैः सह अभ्यासं करोति अवगतं वा नाम अत्र संस्कृतभाषया तत्र शब्दक्रमस्य महत्त्वं नास्ति किन्तु साधारणक्रमः तु अस्ति एव साधारणक्रमः तु साधारणक्रमः अस्माभिः ज्ञातव्यः तदनन्तरम् अग्रे गत्वा यदि वयं क्रीडितुम् इच्छामः वयं कर्तुं शक्नुमः किन्तु प्रथमतया साधारणक्रमः यः तत् ज्ञातव्यः अस्ति अस्तु द्वितीयं करोतु महोदय आगतवान् सः कः भवता भवता सह कः आगतवान् समीचीनमस्ति कलहं सः सः करोति सर्वाः सर्वैः सः सर्वैः सः सर्वैः कलहं करोति सर्वैः सह आगच्छामि वा अहम् अपि सः भवत्या भवत्या अहम् अपि सः आगच्छामि वा पुनः वदतु भवत्या अहं सः सः भवत्या सह भवत्या सह अहम् अपि आगच्छामि वा समीचीनमस्ति युद्धं सैनिकं सह करोति शत्रुभिः सैनिकः शत्रुभिः सह युद्धं करोति करोति वैद्यः सह रोगिभिः सम्भाषणम् वैद्यः रोगिभिः सह सम्भाषणं करोति सन्ध्या भगिनी भगिन्या सह मन्दिरं गच्छामि कुत्र अस्ति इति वदतु वदतु भगिन्या सह मन्दिरं गच्छामि अस्तु अन्यत् अन्य अन्तिमम् उदाहरणं ललिता पुस्तके अन्यवाक्यं न पुस्तके अभ्यासः अस्ति ओ अस्तु अस्तु अन्तिमं ललिता सह कृतवती चर्चाम् अध्यापिकाभिः ललिता अध्यापिकाभिः सह कृतवती चर्चां कृतवती अनन्तरं विना विना विना तत्र द्वितीयविभक्तिः अपि भवति तृतीयविभक्ति पञ्चमी विना शब्दः द्वितीय तृतीय पञ्चमी तत्र विकल्पः भवति अहं बालकेन विना बहिः न गच्छामि अथवा अहं बालकं विना बहिः न गच्छामि अथवा अहं बालकात् विना बहिः न गच्छामि समानमेव तत्र विकल्पः भवति विना विना अवगच्छति वा विना अस्तु जलं विना जीवनं कठिनम् अस्तु द्वितीयम् उदाहरणं वाहनं वाहनं न चलति किन्तु तृतीय वदतु तृतीय तृतीय वदतु अस्तु चालकेन विना वाहनं न चलति समीचीनम् अस्तु अनन्तरम् अन्तिमं कोऽपि पुस्तकेन विना अहं विद्यालयं न गच्छामि इति अस्ति विना इति उदाहरणं वदतु विना उदाहरणं वाक्यं वृष्टेन विना फलं न प्राप्नोमि वृष्ट्या विना फलं न प्राप्नोमि परिश्रमेण न विना फलं न प्राप्यते न प्राप्यते न न जानीमः न प्राप्नोमि इति समीचीनमस्ति अत्र सर्वे वदन्तु फलं फलं तु न भवति अत्र फलं फ ऊर्जितः आगतः अस्ति तादृशध्वनिः संस्कृतभाषायां नास्ति एव फलम् अस्तु अन्यत् उदाहरणं आसन्देन विना उपविशतु उपवेष्टुम् न शक्नोमि. हा समीचीनम्. अनन्तरं पुत्रं विना जीवनं सुखं नास्ति. अस्तु. अनन्तरं हा सन्ध्या सन्ध्या भगिनी तृतीया अविना कृष्णः. हा सो फर् द बहुवचने च So to say with students, you would say chatraiha, right? So that's what this box at the bottom is. Which students? No. At the bottom of 19.2, so ekaha chatraha is chatrena, but chatraha is chatraihi, right? Ah, bahuvachana. Okay, so like for janaha, it would be janaihi? Ha, samichana. Okay. तदेव अस्ति. विना विना इति उदाहरणं वदतु. सर्वे एकं वाक्यं विना अस्तु. अनन्तरं धनेन विना वस्तूनि क्रीडितुं न शक्नोमि. अनन्तरं पुष्पेन विना पूजां न करिष्यामि. अस्तु. सूतेन विना आपणं न गच्छामि. अस्तु अस्तु. अवगमनं जातमिति अहं मन्ये. पादरक्षेन विना चलितुं न शक्नोमि. हा सत्यमस्ति वा? अस्तु. समयः जातः किन्तु अग्रे 20 तत्र अद्यतनश्वस्तः ह्यस्तन सर्वे जानन्ति वा? ह्यस्तनपाठः न जानाति चेत् अद्यतनपाठः न अवगन्तुं शक्यते. ह्यस्तन अद्यतन श्वस्तन. तर्हि नाम हिन्दीभाषायां यद् वाला अथवा का ये जानन्ति तथा भवति. तर्हि ह्यस्तन प्राचीनकाल प्राचीनकालतनयुगे कार्यानं न भवति स्म. तर्हि अद्यतनयुगे सर्वे विमानेन प्रयाणं कुर्वन्ति. स्वस्तनयुगे कार्याने वायुमार्गे भविष्यति. स्वस्तनयुगे सर्वे अपरेषु गृहेषु वासं करिष्यन्ति. अद्यतनश्वस्तन ह्यस्तन इति एकम् उदाहरणं वदन्तु, अनन्तरं समापयामः. ह्यस्तन अद्यतन ह्यस्तनयुगे जना नडूपाणि रथ ह्यस्तनयुगे रूपाणि छन्दी छन्दी चेरियट् रथः रथस्य उपयोगः भवति स्म. ह्यस्तनयुगे रथस्य उपयोगं करोति स्म. अद्यतनसंस्कृतपाठं कथमस्ति? अद्यतनसंस्कृतपाठः अग्रे नास्ति अवगमनम् अस्ति वा अवगमनम् नास्ति हिन्दी जानाति वा कल वाला आज वाला वाला वाला अद्यतनवर्षे अहं भारतदेशे आसन् पुनः अद्यतन ओ नो नो नो ह्यस्तनवर्षे प्रीवियस् गते वर्षे ह्यस्तन ह्यः नाम यस्टर्डे ह्यस्तन नाम यस्टर्डेस् काल् वाला अद्यतनवातावरणं नाट् गुड् समीचीनं नास्ति मात्र श्वस्तनवातावरणं सूर्य प्रायः सम्यक् भविष्यति तथा वा टुडे इट् इस् नाट् गुड् ह्यस्तनवातावरणं सम्यक् नास्ति परन्तु श्वस्तनवातावरणं सूर्ये अस्ति सो सम्यक् अस्ति भविष्यति श्वस्तन श्वस्तन ह्यस्तन टुमारो इस् श्वस्तन राइट Huh. What I'm trying to say is, yesterday, today's weather is not good, but tomorrow it will be sunny. So will be, the bhavishyat kala ha bhaksate kalu, bhavishyat kala ha. So adhyatana vataran samyak nasti, parantu shwasana vataran praya ha samyak bhavishyati. Atava surya ha, surya se upasthiti hi bhavishyati ti karada ha praya ha samyak bhavishyati. Bhavishyati. Astu. अन्यत् उदाहरणं सन्ध्या भगिनी गतवती वा ह्यस्तनयुगे सङ्गणकः न भवति स्म अस्तु वाक्यं समीचीनमस्ति ह्यस्तनभोजनं समीचीनं भवति समीचीनमासीत् अनन्तरं सर्वे वदन्तु गमनार्थं मनोमतिः न भवति श्वस्तन रविवारे वयं न श्वस्तन रविवारे न भवति अग्रिमे रविवारे अग्रिमे आगामि रविवासरे आगामि रविवासरे किन्तु श्वस्तन नाम टुमारोस् यु केन्ट् से टुमारोस् सन्डे श्वस्तन किमपि श्वस्तन वातावरणं श्वस्तन भोजनं श्वस्तन श्वस्तन चलनचित्रं श्वस्तन परीक्षा श्वस्तन परीक्षा भवति न न भवति न श्वसन न तत् श्वसनपरीक्षा बहु कठिना भविष्यति अथवा सुलभा भविष्यति सरला भविष्यति सरला भविष्यति कार्यं गृहे करोति स्म कृतवान् करोति स्म समीचीनमेव बालकः ह्यस्तनकार्यं गृहे एव करोति स्म अद्यतनछात्राः सङ्गणकेन सह कार्यं करोति समीचीनं सर्वे उक्तवन्तः अग्रिमे सप्ताहे अस्तु धन्यवादः नमस्कारः धन्यवादः